सर्वेभ्यः नमस्कारः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति द्विवादिगणः इति विषयः अनुवर्तते. तत्र स्थाने अन्तरतमः इति सूत्रं प्रवर्तमानमस्ति. अत्र कोऽपि वक्तुमिच्छति वा स्थाने अन्तरतमः इत्यस्य सारांशः कः इति? विजयलक्ष्मी भगिनी वक्तुमिच्छति वा? अहं वदामि वा भगिनि? वदतु. स्थानेन्द्रतमः सूत्रं वदति यत्र स्थानं गुणं प्रमाणम् अर्थम् इत्येषु अन्यतमम् अनुसृत्य तुल्यतमः आदेशः इति. यत्र यत्र प्रथमं स्थानस्य प्रयोजनम् अस्ति वा न वा इति दर्शनीयम्. यत्र यत्र स्थानं वयं निर्णेतुं शक्नुमः तत्र स्थानस्य एव निर्णयं भवति. स्थाने निर्णयं न भवति चेत् तदनन्तरं गुणस्य द्वारा यदि वक्तुं शक्नुमः वा न वा इति दर्शनीयं. तदनन्तरं प्रमाणं अर्थम् इति. स्थाने सप्तम्यन्तपदम् अन्तरतमः प्रथमान्तं द्विपदविधं सूत्रं. तत्र तुल्यता समानता अस्ति चेत् सादृश्य आधारेण उच्चारणस्थानं भवति. यदि गुणस्य आधारेण वयं पश्यामः चेत् तत्र आभ्यन्तरप्रयत्नं बाह्यप्रयत्नम् इति प्रयत्नद्वयेन वयं पश्यामः. तदनन्तरं प्रमाणं यत्युक्ते दीर्घस्य यदि स्थानमपि न भवति गुणः अपि न भवति तस्य स्थाने प्रमाणस्य आवश्यकं. प्रमाणतया वयं परिशीलयामः. तदनन्तरम् अर्थस्य विषये आधारं कृत्य यदि भवति वा न वा इति वयं पश्यामः भगिनि. बहु समीचीनं भगिनि, बहु सम्यक्, धन्यवादः. तर्हि कुत्र स्थानेन्द्रतमः इति परिभाषायाः प्रयोगः भवति? कुत्र इत्युक्ते यदि स्थानं पूर्वं यदि प्रथम पदस्य अन्त्यवर्णः द्वितीयपदस्य प्रथमवर्णः ये दो वर्णः एकस्थाने अस्ति चेत् यदा कण्ठ्यः अस्ति चेत् तत्र स्थानं भवति. यदा तालु अस्ति चेत् तत्र स्थानं भवति. उच्चारणस्थानम् अनुसृत्य स्थानं भवति भगिनि. न न तद् भवतु, तत्र निर्णयं कथं भवति इति भवती वदन्ती अस्ति, परन्तु सर्वत्र स्थानेन्द्रतमः इत्यस्य प्रसङ्गः अस्ति वा? कुत्र स्थानेन्द्रतमः इति सूत्रं पश्यामः, सूत्रे कुत्र स्थानेन्द्रतमः इति सूत्रस्य कार्यं भवति इति कथं जानीमः? यत्र आदेशः अपेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति तेषु कः वर्णः गृहीतः स्यात् इति सूत्रं वदति. तस्यां दशायां आन्द्रमः इति सूत्रम् आगत्य निर्णयं करोति. इत्युक्ते तत्र यत्र बहवः वर्णाः सन्ति, इत्युक्ते एकस्य वर्णस्य स्थाने एकः एव वर्णः चेत् क्लेशः नास्ति. सूत्रे एव यदि वदति तत्र अकारस्य स्थाने इकारः भवतु इति किमपि वदति चेत् सूत्रं, तत्र क्लेशः नास्ति. इत्युक्ते अतो गुणे यदि सूत्रं पश्यामः चेत् ह्रस्व अकारात् अनन्तरं गुणसंज्ञकः अस्ति चेत् पूर्वरूपादेशः भवति इति वदति, अथवा गुणसंज्ञकादेशः भवति इति वदति. तर्हि गुणसंज्ञक आदेशः भवति इति तत्रापि निर्णयः वस्तुतः आवश्यकः अस्ति. तत्र त्रयः वर्णाः सन्ति, तेषु कः वर्णः इति निर्णेतुमपि स्थानेन्द्रतमः इत्यस्य प्रसङ्गः अस्ति. परन्तु कुत्रचित् साक्षात् उच्यते तत्र ई स्थाने अयङ् आदेशः भवतु, यथा तत्र तत्र अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रे ईकारान्तधातुः अस्ति चेत् इयङ् आदेशः, उकारान्तधातुः अस्ति चेत् उवङ् आदेशः इति उक्तम्. तत्र तादृशसन्दर्भेषु तत्र स्थानेन्तरतमः इत्यस्य अवसरः नास्ति, सूत्रेण साक्षात् ज्ञायते कस्य स्थाने कः आदेशः इति. परन्तु कुत्रचित् तत्र कस्य स्थाने कः आदेशः, स्थानी ज्ञायते परन्तु आदेशः कः इति न ज्ञायते. किमर्थं न ज्ञायते इति चेत् तत्र आदेशे बहवः वर्णाः सम्भवन्ति, तर्हि तेषु वर्णेषु कः वर्णः आदिष्टः भवति इति न ज्ञायते. अत्र भ्रमः अस्ति, अत्र स्पष्टता नास्ति सूत्रे. तदर्थं स्थानेन्तरतमः इति सूत्रम् आगच्छति. अस्तु, सूत्रं साक्षात् न वदति कस्य कस्य स्थाने कः वर्णः इति न वदति, तर्हि इदानीम् अहं सहायं करोमि. कथम् इति चेत् तत्र साक्षात् वर्णः न प्राप्तुं शक्यते, अतः सदृशतमः तत् स्विच् तत् विच् सिमिलर् तादृशवर्णं वयं स्वीकुर्मः इति स्वीकृत्य तत्र निर्णयः स्थानेन भवति, गुणेन भवति, प्रमाणेन भवति, अर्थेन भवति. अतः अत्र प्रसङ्गम् इति उक्तं, स्थाने इत्यनेन प्रसङ्गम् इत्युक्ते तादृशसन्दर्भः येषु सन्दर्भेषु तत्र साक्षात् न ज्ञायते, तादृशसन्दर्भेषु प्रसङ्गम् अवलम्ब्य इत्युक्ते तत्र एतादृशप्रसङ्गाः सन्ति, इत्युक्ते स्थानेन भवितुमर्हति, गुणेन भवितुमर्हति, अर्थेन भवितुमर्हति, प्रमाणेन भवितुमर्हति. एतादृशसन्दर्भेषु स्थाने प्राप्यमाणः आन्तरतमः आदेशः भवति, सदृशतम आदेशः भवति, इत्युक्ते प्रसङ्गे सति सदृशतम आदेशः भवति इति सूत्रार्थः. अनन्तरं तत्र एका परिभाषा अपि अस्ति, यत्र अनेकविधम् आन्तर्यं तत्र स्थानतः आन्तर्यं बलीयः इति परिभाषा. इत्युक्ते यत्र तत्र स्थानेन अपि भवितुमर्हति, गुणेन अपि भवितुमर्हति, अथवा स्थानेन भवितुमर्हति, प्रमाणेन भवितुमर्हति, एतादृशसन्दर्भेषु स्थानमस्ति अपि च अन्यमपि अस्ति, तदानीं कस्य प्राधान्यम् इति चेत् तत्र स्थानम् एव प्रधानं, स्थानमेव तत्र बलीयः भवति इति परिभाषा अपि अस्ति इति कृत्वा सर्वत्र यत्र यत्र स्थानेन निर्णयः शक्यते तत्र स्थानेन एव वयं सदृशतमः आदेशः स्वीक्रियते. यत्र स्थानेन न भवति तत्र एव अर्थः, गुणः, प्रमाणम् इत्यादयः. अस्तु, स्थानम् इत्यस्य विषये दृष्टम्, अनन्तरं गुणः इत्यस्य विषये अपि दृष्टं, कथं निर्णयः इति. तत्र आभ्यन्तरप्रयत्नः इत्यस्मिन् विषये बहु चर्चा जाता गतवर्गे. कोष्टकं कथं द्रष्टव्यम् इति अपि ज्ञातवन्तः खलु, वर्णोद्भावस्थानकोष्टकं कथं द्रष्टव्यम् इति अपि ज्ञातवन्तः. तर्हि इदानीं ततः अग्रे प्रमाणम् इत्यपि दृष्टवन्तः. प्रमाणम् इत्युक्ते उच्चारणकालः, वर्णस्य उच्चारणकालः, यत्र सूत्रेण साक्षात् न ज्ञायते कस्य स्थाने कः आदेशः, तदानीं ह्रस्ववर्णस्य स्थाने ह्रस्व आदेशः, दीर्घवर्णस्य स्थाने दीर्घादेशः इति भवितुमर्हति. यत्र सूत्रे यत्र उकारादेशः इति उक्तं चेत् तत्र उकारस्य सवर्णानां ग्रहणं भवति, सवर्णानां ग्रहणं भवति इति कृत्वा कः वर्णः इति इदानीं संशयः अस्ति. बहवः वर्णाः सन्ति आदेशे, तर्हि तत्र ह्रस्ववर्णस्य स्थाने ह्रस्वादेशः, दीर्घवर्णस्य स्थाने दीर्घादेशः इत्येवं रीत्या निर्णयः शक्यते प्रमाणेन. अनन्तरम् अर्थेन इति उक्तं, ततः आरभ्य इदानीं पठनीयं. कुत्रचित् स्थानेन अपि न शक्यते, गुणेन, प्रमाणेन न शक्यते, तदानीम् अर्थः अस्ति वा इति द्रष्टव्यं. यथा अत्र एकं सूत्रमस्ति अत्र अर्थस्य प्रसङ्गे. पमेला भगिनी, श्रूयते वा? भगिनी, भवत्याः ध्वनिः न श्रूयते. इदानीमपि न श्रूयते भवती बहिः गत्वा पुनः आगच्छतु बहिः गत्वा भगिनी कश्चन प्रश्नः अस्ति अत्र इदानीं यत्र समानसङ्ख्या नास्ति स्थानिनः ततः परं आदेशानां समानसङ्ख्या नास्ति तत्र साक्षात् स्थानेन्द्रतमः आगच्छति वा अथवा तुल्यस्य प्रयत्नं सावर्ण्यम् इति अपि मध्ये आगत्य तत्र यत्र न भवति तुल्यस्य प्रयत्नं सावर्ण्यम् इत्येन ततः परमेव स्थानेन्द्रतमः इति सूत्रस्य प्रसक्तिः भवति वा इत्युक्ते अत्र साक्षात् सवर्णस्य विषये उक्तं चेत् इदानीम् अनुस्वरस्य ये परसवर्णः इति सूत्रे अनुस्वरस्य स्थाने परसवर्णादेशः भवति इति उक्तं खलु तत्र तस्मिन् सूत्रे अनुस्वरस्य ये परसवर्णः इति सूत्रे तत्र अनुस्वरस्य स्थाने परसवर्णादेशः भवति परवर्णेषु कः वर्णः इति न ज्ञायते यतोहि तत्र परवर्णे बहवः बहवः तर्हि तत्र यथासङ्ख्यम् अनुदेशसमानाम् इत्यस्य अवसरः अस्ति वा नास्ति तत्र नास्ति तत्र नास्ति तर्हि तत्र तुल्यस्य प्रयत्नं सवर्णम् इति अस्ति वा अस्ति अस्ति इति चिन्तयामि अस्ति एव सवर्णम् इति कृत्वा सवर्ण तत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन तत्र केषां वर्णानां सावर्ण्यम् अस्ति इति ज्ञातुं तुल्यस्य प्रयत्नं सवर्णम् इति आवश्यकः अस्ति इति सूत्रम् आवश्यकम् खलु इदानीं तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन तत्र किं ज्ञायते परसवर्णेषु इदानीम् अङ्गम् इति शब्दः अस्ति चेत् अनुस्वारस्य अनन्तरं गकारः अस्ति तर्हि तस्मिन् वर्गे सर्वे वर्णाः सवर्णाः एव सत्यं तर्हि तुल्यस्य प्रयत्नं सवर्णे सवर्णम् इत्यनेन ज्ञायते यत् सर्वे वर्णाः सवर्णाः इति ज्ञायते खलु परन्तु तत्र निर्णयः न शक्यते यतोहि बहवः वर्णाः सन्ति खलु सत्यम् आम् तदानीं स्थानेन्द्रतमः इत्यस्य अवसरः यत्र इत्युक्ते यत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन एकः एव वर्णः लभ्यते तादृशसन्दर्भः अस्ति चेत् तदानीं स्थानेन्द्रतमः इत्यस्य आवश्यकता नास्ति अस्तु अस्तु यत्र तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन एकः वर्णः न लभ्यते परन्तु बहवः वर्णाः स्वीक्रियन्ते तत्र इदानीं संशयः अस्ति संशयः अस्ति इत्युक्ते अन्यपरिभाषासूत्राणां कार्यानन्तरम् अपि स्पष्टता नास्ति चेत् तदानीं तत्र निर्णयस्य अवसरः एव नास्ति अन्यस्य इति तदानीं स्थानेन्द्रतमः इति तु आगच्छति इत्युक्ते भवत्याः प्रश्नः कथमस्ति इति चेत् यथासङ्ख्यम् अनुदेशसमानम् इति निर्णयः शक्यते चेत् शक्यते भवतु तत्र तेनैव भवति यदि तुल्यस्य प्रयत्नं सवर्णम् इत्यनेन भवति चेत् भवति तेनैव भवति परन्तु अन्येन न भवति केनापि न भवति तदानीं संशयः इतोपि संशयः अस्ति तदानीं स्थानेन्द्रतमः इति आगच्छति अस्तु अस्तु भगिनि अवगतवती अस्तु तर्हि इदानीं तत्र सूत्रमस्ति पद्दन्नो मास् कृन्निशन् निशन् असन् यूषन् दोषन् यकन् शस् यकन् छषन् उदन् आसन् प्रभृतिषु इति अस्ति खलु तद् तस्य सूत्रस्य किमर्थम् उल्लेखः अत्र कृतः इति चेत् तत्र अर्थस्य निर्णयं कथं भवति स्थानेन्द्रतमः इत्यस्मिन् सूत्रे इति दर्शयितुम् अस्मिन् सूत्रे वयं पश्यामः चेत् केवलं पदानि सन्ति पद् दत् नस् मास् कृत् निश् असन् युषन् दोषन् यकन् शसन् उदन् आसन् इति एते आदेशाः सन्ति इति उक्तं सूत्रे एते आदेशाः विकल्पेन भवन्ति शस् प्रभृतिषु इति उक्तं शस् इति तत्र प्रथमविभक्तौ बहुवचनम् आरभ्य जस् द्वितीयविभक्तिः बहुवचनम् आरभ्य बहुवचनात् आरभ्य अन्तपर्यन्तं सुपर्यन्तं तत्र एते आदेशाः भवन्ति परन्तु कस्य स्थाने आदेशः भवन्ति इति सूत्रे न उक्तं तानि न उक्तं सूत्रे बहवः आदेशाः सन्ति तानि न उक्तम् एतावता अस्माभिः किं तत्र चर्चितम् इति चेत् एकः स्थानी अस्ति बहवः आदेशाः सन्ति. तत्र बहुषु आदेशेषु कः वर्णः भवति इति संशयः आसीत् एतावत्पर्यन्तम्. आदेशे आदेशाः बहवः आसन्, तेषु कः वर्णः इति तत्र स्थाने स्थानम् आश्रित्य, गुणमाश्रित्य, प्रमाणमाश्रित्य इति वयं दृष्टवन्तः. एतेषाम् पूर्वतन उदाहरणानां विषये तथा आसीत्. परन्तु अत्र कः, तत्र कः, किं वैशिष्ट्यम् अथवा किं वैचित्र्यम् इति चेत्, अत्र आदेशाः बहवः सन्ति, स्थानि एव न उक्तम्. अत्र स्थानि एकः वा अनेके अनेके स्थानिनः सन्ति वा इति अपि तत्र चिन्तनीयं भवति. आदेशाः बहवः सन्ति तर्हि एकस्य स्थाने एव एते बह आदेशाः भवन्ति वा अथवा बहवः स्थानिनः सन्ति वा इति तत्र कथं निर्णयः शक्यते? अत्र स्पष्टता एव नास्ति सूत्रे. बहवः आदेशाः सन्ति तर्हि सर्वेषाम् आदेशानां प्राप्तिः कुत्रचित् भवेत्, यतोहि सूत्रे साक्षात् आदेशाः उक्ताः. तर्हि कस्य स्थाने किं भवति? एकस्य स्थाने भवति वा अथवा एकस्य स्थाने एव विकल्पेन एते सर्वे आदेशाः भवन्ति वा अथवा बहवः स्थानिनः सन्ति तेषां स्थाने एते आदेशाः विकल्पेन भवन्ति वा इति स्पष्टता नास्ति. तर्हि स्थानेन निर्णयः न शक्यते, यतोहि इदानीम् अत्र स्थानमेव न ज्ञायते, इत्युक्ते स्थानी एव न ज्ञायते. अतः स्थानेन तुल्यतमादेशः इति निर्णेतुं न शक्यते. गुणेन आभ्यन्तरप्रयत्नेन इत्यपि वक्तुं न शक्यते. अत्र तु वर्णस्य विषये नास्ति, अत्र तु पदानि सन्ति, आदेशरूपेण पदानि सन्ति. अतः अत्र गुणेन अपि निर्णयः न शक्यते. प्रमाणेन शक्यते वा इति चेत् प्रमाणेन अपि न शक्यते, अतः यतोहि एतानि पदानि सन्ति न तु वर्णाः, अतः उच्चारणकालः इति तादृशं न वक्तुं शक्यते. अनन्तरम् इदानीं तत्र किम् अस्ति अवशिष्टम् इति चेत् अर्थस्य आधारेण. तर्हि अर्थस्य आधारेण निर्णयः शक्यते इति चेत् पद् इत्यस्य यः आदेशः तादृश इत्यस्य यः अर्थः, पद् इति पदस्य यः अर्थः तादृश अर्थः अन्यस्य कस्यचित् अस्ति चेत् तस्य स्थाने पद् आदेशः भवति. दत् इत्यस्य यः अर्थः तादृश अर्थवान् यः शब्दः अस्ति तस्य स्थाने दत् इति आदेशः भवति इति एवं रीत्या एकस्य एकैकस्य पदस्य यः अर्थः अस्ति तस्य आधारेण निर्णयः शक्यते. अत्र अन्यगतिः नास्ति, स्थानेन अथवा गुणेन प्रमाणेन न शक्यते इति कृत्वा अर्थस्य आधारेण निर्णयः अत्र भवति. यद्यपि सूत्रे साक्षात् न उक्तं कस्य स्थाने कः आदेशः इति न उक्तम्, अतः अत्र अर्थस्य उदाहरणं दत्तमस्ति. इदानीं किञ्चित् पठामः. अत्र अरविन्द महोदय पठति वा? अर्थः कुत्रचित् उच्चारणस्थानसदृश्येन सादृश्येन आदेशस्य निर्णयो न शक्यते. यदा स्थानेन न सम्भवति तदा अर्थः, गुणः, प्रमाणं च येषु त्रिषु अन्यतमः निर्णयस्य आधारः भवति. अर्थस्य प्रसङ्गे यदा पद् दत् नस् मास् हृत् निश् असन् युषन् दोषन् यखन् शकन् उदन् आसन् इत्येते आदेशाः विकल्पेन भवन्ति षट् प्रभृतिप्रत्ययेषु पदेषु. अनेन सूत्रेण द्वितीयाविभक्तेः बहुवचनात् षट् प्रत्ययादारभ्य सप्तमी बहुवचनं सुप् यावत् एते आदेशाः विकल्पेन भवन्ति. किन्तु स्वौचस् अमौचस् साभ्यां बिस् नेभ्यां व्यस् नसिभ्यां व्यस् न सोसां नीरोसु एतेषु केषां पदानां स्थाने भवन्ति इति न उक्तम्. अत्र स्थानेन्द्रतम इति सूत्रेण तदा आदेशः योग्यः भवति यदा स्थानिनः अर्थः प्रकटयितुं प्रभवति. अनेन एते उक्ताः आदेशाः क्रमेण येषाम् एव स्थानिनः भवन्ति पाद दन्त नासिका मास हृदय निशा असृज युष दोष यदृक् सकृत् उदक् आसन् इति यदा पद् चरणार्थे भवति अतः स्थानिनः स्थानिनौ अपि तादृशार्थे भवेत् यस्मात् पद् इति स्थानि एवमेव अग्रे सर्वत्र तत्र सूत्रस्य अर्थस्य आधारेण तानि स्थानेन्द्रतमा कथं प्रवर्तते इति उदाहरणरूपेण दत्तमस्ति. दीर्घसूत्रेण पद्नो मास्कन्युद्दानश्चाप्रभृतिषु इति तत्र तस्य तत्र किं वदति इति शस् आरभ्य इति शस् इति शस् प्रभृतिषु इति अस्ति. तत्र शस् प्रभृतिषु किं सूचयति स्वौचस् इति सुप्रत्ययेषु शस् इति द्वितीया बहुवचनात् आरभ्य सप्तमी बहुवचनपर्यन्तं प्रत्ययाः एते भवन्ति तेषां कृते विकल्पेन यत् पद् अर्थे शब्दस्य पद इति शब्द प्रातिपदिकस्य विकल्परूपं भवति इति अस्ति तत्र इति कृत्वा विकल्पद्वयं रूपद्वयं दृश्यते पद् इति शब्दस्य तत्र अधोभागे दत्तमस्ति पादः पादौ पादाः पादं पादौ तत्र द्वितीयबहुवचनं शस् तत्र पाद पदः अथवा पादान् इति रूपद्वयमस्ति. एवमेव तृतीया विपत्त्या पादा पादेन पद्भ्यां पदा पादाभ्यां पद्भिः पादैः पदे पदा पादाय पद्भ्यां पादाभ्यां पद्भ्यः पादेभ्यः पदः पदात् पद्भ्यां पाद पादाभ्यां पद्भ्यः पादेभ्यः पदः पादे पादस्य पदोः पादयोः पदां पादानां पदि पदे पादे पादौ पादयोः पत्सु पादेषु इति द्वितीया विभक्ति बहुवचनात् आरभ्य सप्तमी बहुवचनपर्यन्तं विकल्पेन रूपद्वयं भवति. एवमेव अन्यत् अग्रे अपि दन्तशब्दस्य विकल्पेन शस् इत्यस्मात् तत्रापि विकल्परूप विकल्परूपाणि भवन्ति द्वितीया बहुवचनात् आरभ्य सप्तमी पर्यन्तं. तत्र अर्थ इति अर्थस्य प्रसक्तिः कुत्र अस्ति इति चेत् तत्र केषु पदानां स्थाने के किन्तु केषां पदानां स्थाने भवन्ति इति न उक्तं. तत्र एव आदान् स्थाने अन्तरतम इति सूत्रस्य प्रसक्तिः अस्ति. यत्र पादः इति शब्दस्य दन्तः नासिका मास हृदय निशा असृज् युष दोष यादृक् सकृत् उदक् आसन् इति अर्थं सूचयितुं प्रातिपदिकानां स्थाने पद इति पादः इति अर्थस्य पद इति भवति. अत्र यत्र आदेशपाद भवति अत्र पाद इति आदेशस्थले पद् भवति चेत् तत्र तस्मिन् समये विकल्पेन रूपं भवति द्वितीयविभक्ति आरभ्य सप्तमी पर्यन्तम् इति. समीचीनं. तत्र अन्तिम एकं वाक्यमस्ति तदपि पठतु. येषु स्थलेषु येषु स्थलेषु मुखे स्थानं किम् इत्यनेन निर्णयः न भवितुम् अर्हति स्म तस्मात् अर्थः इति आधार अपेक्षितः. अत्र अत्र आदेश स्थाननिर्णयसमये आदेशस्य स्थाननिर्णयार्थं मुख तत्र स्थिर्यासप्रयत्नं सावर्ण्यम् इति सूत्रेण अथवा यदा कोष्टके वयं दृष्टवन्तः आभ्यन्तरप्रयत्नान्तरप्रयत्न अथवा नादघोषविवार संवृत इत्यादि आधारीकृत्य स्थाननिर्णयं कर्तुं न शक्यते. तत्कारणेन एव अर्थस्य प्रसक्तिः अस्ति अस्मिन् सूत्रस्य उदाहरणेन दृश्यते. समीचीनं अवगतं खलु. अत्र प्रत्येकं पदस्य एकः अर्थः अस्ति. पद् इत्यनेन तत्र पादः इति अर्थः. अतः पादः इत्यस्य इति प्रातिपदिकस्य स्थाने पद आदेशः भवति. अतः एव विकल्पेन भवति इति कृत्वा रूपद्वयं सम्भवति. पद्योगः शस् पदः इति रूपं नो चेत् विकल्पेन पादान् इति एवं रीत्या प्रत्येकं विभक्तिः यः अस्ति तस्याः स्थाने तादृशपद् इति आदेशः विकल्पेन भवति. एवमेव अत्र दत् इति दन्त इति शब्दस्य स्थाने दत् इति आदेशः भवति, नासिका इत्यस्य स्थाने तत्र नस् इति आदेशः भवति. इत्येवं रीत्या तत्र ये ये अर्थाः उक्ताः, पाद दन्त नासिका मास हृदय निशा इति ये आदेशाः उक्ताः, ते आदेशाः तादृश अर्थस्य अर्थयुक्तस्य प्रातिपदिकस्य स्थाने तादृश आदेशाः भवन्ति इत्येव अर्थः. तर्हि तत्र अर्थमेव प्रधानं, स्थानेन निर्णयः न शक्यते, गुणेन न शक्यते, प्रमाणेन न शक्यते इति कृत्वा अर्थस्य आधारेण निर्णयः भवति इति कृत्वा अत्र स्थानेन्तरतमः इति सूत्रं समाप्तम्. एकः संशयः अस्ति तत्र, एते पदानि एव अर्थम् आश्रित्य भवति वा? पद् तद् दत् नस् मास् ओन्लि फार् दीस् वर्ड्स् ओन्लि वि हाव् दिस् पर्टिक्युलर् थिङ्ग्. न अवगतम् इत्युक्ते तत्र अन्य पदानि अस्ति वा? एतानि पदानि विहाय अन्यपदानि अस्ति वा अर्थस्य प्रसङ्गे? अन्यपदानि न, तत्र पद् दत् नस् एतानि पदानि दत्तानि, एतानि पदानि विहाय पदानि अस्ति वा? न, अस्ति एव, अस्ति एव. इत्युक्ते पादं पादः इत्यस्मिन् अर्थे अन्यानि पदानि सन्ति वा इति भवत्याः प्रश्नः खलु? न न, पद् कथं कथं जानीमः पद् इत्यस्य अर्थः पादः इति दत् इति अर्थः दन्त इति कथं जानीमः वयं? कथं जानीमः इत्युक्ते यथा अन्यपदस्य अर्थः कः इति कथं जानाति? तत्र कोशं दृष्ट्वा जानाति खलु, कोशं दृष्ट्वा जानाति. नो चेत् तत्र लोके लोके तस्य कः अर्थः इति वयं जानीमः, लोके तस्य अर्थः कः इति ज्ञातव्यं. नो चेत् न जानीमः चेत् कोशं पश्यामः, पदकोशं पश्यामः, पदकोशं दृष्ट्वा अर्थः कः इति ज्ञायते न जानीमः चेत्. इत्युक्ते इदानीं पद्शब्दे अन्यानि अपि पदानि सन्ति वा इति चेत् अत्र पद् इति आदेशः कस्य स्थाने भवितुमर्हति इति चेत् पाद इति शब्दस्य स्थाने एव भवितुमर्हति. तत्र पादः इत्यस्मिन् अर्थे अन्यानि पदानि सन्ति चेत् तेषां स्थाने नास्ति. यतोहि तत्र पश्यति चेत् अर्थः यद्यपि अर्थस्य प्राधान्यम् अस्ति, परन्तु तत्र सदृशतमः भवेत् खलु. अतः पद् इति आदेशः तत्र अन्यत् किमपि पदमस्ति चेत् तत्र पादः इत्यस्मिन् अर्थे तस्य स्थाने न भवितुम् अर्हति, यतोहि सदृशतमः इति उक्तत्वात् अर्थः अपि अस्ति सदृशतमः भवेत्. अतः पद् इति आदेशः पाद इति स्थाने एव भवति, न तु अन्यपदस्य स्थाने. कथं जानीमः पद् इत्यस्य कः अर्थः इति चेत् कोशं पश्यामः तावदेव. इत्युक्ते एतेन सूत्रेण पद् दत् एतानि पदानि एव भवितुम् अर्हति वा न वा इति मम प्रश्नः. न, सूत्रे यानि पदानि उक्तानि तानि एव, अन्यानि पदानि न सन्ति खलु सूत्रे. सूत्राणि कति पदानि सन्ति? पद् दत् नस् मास् एते एव उक्ताः खलु, एते एव उक्ताः. अतः अन्येषां चिन्तनमेव न कार्यम् अत्र, यतोहि एतानि पदानि एव तत्र आदेशरूपेण उक्ताः. अतः केवलम् एतेषां विषये एव चिन्तनम्, एतादृशसदृशशब्दाः अन्ये अपि सन्ति वा इति चेत् सूत्रे न उक्तं. पद् दत् मास् हृन् इत्यादि अर्थे ये शब्दाः सन्ति इति न उक्तं खलु, इत्यर्थाः इति किमपि न उक्तम्. अतः केवलं साक्षात् एतानि एव पदानि, न तु अन्यानि पदानि. अस्तु भगिनि, अस्तु, एतदेव मम प्रश्नः. अस्तु भगिनि. हा, इत्युक्ते तत्र कथं जानीमः केवलम् एतानि एव पदानि इति चेत् तत्र समीचीनः प्रश्नः. कोऽपि जानाति वा प्रश्नः किं भगिनि? इत्युक्ते सूत्रे पद् दत् इति पदानि उक्तानि खलु, तर्हि किमर्थं केवलम् एतेषां पदानामेव ग्रहणम्? एतेषु अर्थेषु अन्यानि पदानि सन्ति चेत् तेषामपि ग्रहणं किमर्थं नास्ति इति प्रश्नः. इदानीं पद् इति धातु अस्ति, तत्र पाद इति क्वाटर् इत्यस्यापि पद् एव धातु खलु. अनन्तरं पादाभ्यां वयं पद् इति धातु अस्ति वा प्रातिपदिकम् अस्ति वा? पद् इति प्रातिपदिकं वा? प्रपद्यते तत्रापि पद् अस्ति खलु, तत्र धातु न वा? पद् इति धातुः अपि अस्ति, पद् इति धातुः अपि अस्ति, परन्तु अत्र तु यदि अत्र धातुः इति वदति चेत् तर्हि धातुः इति सूत्रे तु केवलम् एतानि पदानि सन्ति, तर्हि धातुः वा पदं वा इति कथं जानीमः? तदेव तत्र धातुः अस्ति चेत् कथं निर्देशः भवति? सुप्रत्ययः तिङ्प्रत्ययः इति अस्ति खलु, तिङ्प्रत्ययः एव योजयति धातुना. तिपौ भवति वा? हा समीचीनम्, इक्ष्तिपौ निर्देशः भवति खलु धातुः अस्ति चेत्. अत्र इका वा स्तिपा वा निर्देशः अस्ति वा? नास्ति नास्ति खलु, अतः धातुः इति कथं वक्तुं शक्यते? एतानि सर्वाणि पदानि, अतः तत्र वस्तुतः प्रातिपदिकानि एतानि सर्वाणि पदानि प्रातिपदिकं प्रातिपदिकानि एतानि सर्वाणि प्रातिपदिकानि, अतः प्रातिपदिकस्य स्थाने एव भवन्ति. परन्तु तत्र राजीभगिन्याः प्रश्नः समीचीनः प्रश्नः, चिन्तनीयः विषयः. भगिनी वदति तत्र पद् दत् इति पदानि सन्ति, केवलम् एतानि एव पदानि वा? किमर्थम् एतेषु अर्थेषु अन्यानि पदानि अपि भवितुम् अर्हति वा अत्र आदेशरूपेण इति भगिन्याः प्रश्नः, समीचीनः प्रश्नः. तस्य उत्तरं किम्? वर्णानां सादृश्यत्वम् अस्ति इति भवेत् वा? पद् अपि पाद अत्र न, तत्तु निर्णयः अस्ति, अर्थस्य आधारेण निर्णयः. भगिन्याः प्रश्नः सः प्रश्नः नास्ति. भगिन्याः प्रश्नः अत्र सूत्रे पद् दर्श इत्यादि उक्ताः, तत्र केवलम् एतानि एव पदानि वा? एतेषु पदेषु अन्ये ये अन्यानि यानि पदानि सन्ति तस्मिन्नेव अर्थे तेषां ग्रहणं किमर्थं नास्ति इति प्रश्नः. सूत्रे तु सादृश्यम् इति किमपि नास्ति खलु? हा सूत्रे किमपि नास्ति, तदर्थं तत्र किम् अर्थग्रहणं किमपि नास्ति. सूत्रे अर्थग्रहणं नास्ति, परन्तु अत्र व्याकरणशास्त्रे एकं सूत्रमस्ति, स्वं रूपं शब्दस्य अशब्दसंज्ञा इति एकं सूत्रमस्ति. स्वं रूपं शब्दस्य अशब्दसंज्ञा इति एकं सूत्रमस्ति. तत्र केवलं व्याकरणशास्त्रे यदा तत्र संज्ञाशब्दान् विहाय, संज्ञा यत्र संज्ञारूपेण सूत्राणि कृतानि तानि विहाय सर्वत्र तत्र यदा सूत्रे तत्र एकः शब्दः उक्तः चेत् केवलं तस्य एव ग्रहणं भवति, स्वरूपग्रहणं भवति, शब्दस्य स्वरूपग्रहणं भवति. इत्युक्ते तस्य अन्ये ये अर्थाः सन्ति तेषां ग्रहणं न भवति. इदानीम् अग्निः इति वदति चेत् तत्र अग्निः इति वदामः चेत् तत्र कस्य ग्रहणम्? एकं सूत्रमस्ति अग्निर्धक् इति सूत्रम्, अग्निशब्दात् ढक् प्रत्ययः भवति इति उक्तं. तर्हि इदानीम् अग्निः इत्यस्य कः अर्थः इति प्रश्ने सति, अग्निः इत्युक्ते तत्र लोके यः ज्वलति तस्य ग्रहणं वा, अथवा अग्निः इत्यनेन कस्यचित् पुरुषस्य नाम अस्ति अग्नि तस्य ग्रहणं वा, अथवा अग्निः इत्यस्य अन्य कोऽपि अर्थः अस्ति चेत् तस्य ग्रहणं वा इति अग्निः इति उक्तं सूत्रे, अग्नेर्डक् इति उक्तं. तर्हि अग्निः इति शब्दस्य कः अर्थः अत्र स्वीकर्तव्यः इति चेत्, तदर्थम् अत्र सूत्रं कृतमस्ति स्वं रूपं शब्दस्य अशब्दसंज्ञा इति सूत्रेण. तत्र स्वरूपग्रहणं भवति, स्वरूपग्रहणं नाम तत्र आनुपूर्व्याः ग्रहणम्. आनुपूर्वी नाम तत्र अग्नि इति वदामः चेत् अकारः, गकारः, नकारः, इकारः इति वर्णानां वर्णसमुदायानां ग्रहणम्. अतः अग्नेर्ढक् इति वदामः चेत् अग्नि इति शब्दस्य ग्रहणं, तस्मात् ढक् प्रत्ययः भवति. एवमेव अस्मिन् सूत्रे पद्धन्नोमास् इति सूत्रे अत्र स्वं रूपं शब्दस्य अशब्दसंज्ञा इति परिभाषया अत्र केवलं स्वरूपग्रहणं भवति. स्वरूपग्रहणं नाम पद् इति उक्तं चेत् पकारः अकारः दकारः इत्यस्य ग्रहणं, दत् इति उक्तं चेत् दकारः अकारः तकारः इत्यस्य ग्रहणम् इति एवं रीत्या स्वरूपग्रहणं भवति. इत्युक्ते साक्षात् ये वर्णाः उक्ताः लोके यादृश उच्चारणं भवति एतेषां वर्णानां तादृश उच्चारणग्रहणं भवति अत्र, न तु अन्येषां पदानां ग्रहणं. परन्तु यदि सूत्रे साक्षात् पद्धन्नोमास् इति अर्थाः इति उक्तं चेत् तदानीं तत्र अर्थानामपि ग्रहणं भवति, तदानीमेव अर्थानां ग्रहणं भवति. अर्थानां ग्रहणम् इत्युक्ते तस्मिन् अर्थे यानि अन्यानि पदानि सन्ति तेषामपि ग्रहणं तदानीमेव भवति. यदि तादृशं न उक्तम्, अत्र केवलं पद्धन्नोमास् इति प्रभृतिषु इति उक्तं, तर्हि साक्षात् शस् प्रभृतिषु इति उक्तं, तस्मात् पूर्वं केवलम् एतानि पदानि सन्ति, अतः तेषां केवलं स्वरूपग्रहणम् एव भवति. स्वरूपग्रहणं नाम आनुपूर्वी इत्युक्ते वर्णानां क्रमः, पद् इत्युक्ते पकार अकार दकारः इत्येवं रीत्या केवलं स्वरूपस्य ग्रहणं भवति, न तु अर्थस्य. अर्थस्य ग्रहणं कदा भवति इति चेत् सूत्रे एव साक्षात् अर्थग्रहणम् इति उच्यते चेत् तदानीमेव अर्थस्य ग्रहणं भवति इति स्मर्तव्यम्. इति कृत्वा तत्र अन्येषां पदानां ग्रहणं नास्ति, केवलम् एतेषाम् एव. अस्तु भगिनि, परन्तु संज्ञाशब्दानां विषये तथा नास्ति. संज्ञा शब्द संज्ञाशब्दः अस्ति चेत् तदानीं तत्र स्वरूपग्रहणं नास्ति. अस्तु, परन्तु भवती इत्युक्ते एकक्षणम् संज्ञाशब्दानां विषये, क्षम्यतां, संज्ञाशब्दानां विषये स्वरूपग्रहणं नास्ति इति इत्यनेन कः अर्थः इति चेत् तत्र इकः स्थाने अच् इकः स्थाने यण् आदेशः भवति इत्युक्तं खलु. यण् आदेशः भवति इति चेत् तत्र यकारः अकारः नकारः इति आदेशः भवति वा इति चेत् तत्र स्वरूपग्रहणं नास्ति. यदि यण् आदेशः भवति इति वदामः चेत् तत्र इकः स्थाने यण् यण् इत्यनेन यकार अकार नकारः वर्णग्रह वर्णसमुदायस्य ग्रहणं भूत्वा तत्र अतियोगः अपि इत्यत्र ई स्थाने यण् इति आदेशः भवति, परन्तु तथा न इष्यते. यण् इति आदेशः न इष्यते, परन्तु कस्य यण् इति नामकरणमस्ति तस्य ग्रहणम् इष्यते. यण् इत्यनेन तत्र कस्य ग्रहणम् इष्यते? यण् इत्यनेन यवरल इति ये वर्णाः सन्ति येषां नामकरणमस्ति यण् यण् इति, तेषां ग्रहणम् इष्यते. अतः तत्र स्वरूपग्रहणं न इष्यते. यण् इति स्वरूपस्य ग्रहणं न इष्यते तत्र, यत्र संज्ञा संज्ञापदानि सन्ति. यतोहि यण् इति एका संज्ञा अस्ति, व्याकरणे यण् इति एका संज्ञा अस्ति. संज्ञापदानां तत्र स्वरूपग्रहणं न इष्यते, परन्तु तेषां तु तत्र शास्त्रे या संज्ञा अस्ति तत्र संज्ञिनः ग्रहणं भवति. संज्ञिनः ग्रहणं भवति इत्युक्ते यस्य तादृशसंज्ञा अस्ति, यस्य नामकरणं तथा अस्ति, तस्य ग्रहणं भवति. यण् इति कस्य नामकरणं? यवरल इति वर्णानां यण् इति संज्ञा अस्ति, अतः तेषां ग्रहणं भवति, तत्र स्वरूपग्रहणं नास्ति. परन्तु अन्यत्र संज्ञाशब्दान् विहाय अन्यत्र सर्वत्र स्वरूपग्रहणम् एव भवति. अस्तु, इदानीं विनय महोदय प्रश्नः, विनय महोदय भगिनी, विनय महोदय वदतु. इदानीं प्रश्नः नास्ति, अथ अहं यदि अत्र बृहद् सुकुमार पुस्तके अपश्न तर्हि पद अर्थवान् नास्ति, दत् अर्थवान् नास्ति, नफ् अर्थवान् नास्ति, हृत् अर्थवान् नास्ति. परन्तु अत्र यदि अहं इदानीं पश्यामः, अथ पाद अर्थवान्, दन्त अर्थवान्, नासिका अर्थवान् इत्यादि, तर्हि एव यदि संज्ञा भवति तर्हि स्वौजसमौ प्रक्रिया चलति. अन्यथा पद कोऽपि शब्दः नास्ति, अर्थवान् शब्दः नास्ति. धातो प्रायः, परन्तु पदसंज्ञा अर्थवान् संज्ञा नास्ति. पद अस्तु, पद इति पद इति तत्र कोशे पद इत्यस्य साक्षात् इति तत्र पद इति कोशे पदरूपेण नास्ति इति वक्तुमिच्छति खलु. पदरूपेण नास्ति, पदरूपेण नास्ति, परन्तु प्रातिपदिकरूपेण अस्ति वा? न, प्रातिपदिक प्रातिपदिक यदि वयं वदामः तर्हि प्रातिपदिक यदि प्रातिपदिकसम्बन्धे वदामः तर्हि प्रातिपदिक अपि नामसम्बन्धे अस्ति, यत्र विभक्तिः आयाति. परन्तु यदि इदानीं पद इत्यस्य अर्थः एव नास्ति इति वदति चेत् तर्हि अस्य सूत्रस्य निर्णयः कथं? पद इत्यस्य कोऽपि अर्थः नास्ति, नस् इत्यस्य कोऽपि अर्थः नास्ति, मास् इत्यस्य कोऽपि अर्थः नास्ति, तर्हि निर्णयः कथं भवति? अर्थेन निर्णयः इति उक्तं खलु अत्र. अर्थे अस्ति, अर्थः अस्ति भगिनि. पद् इत्युक्ते फुट् इति अस्ति. पद् इति फुट् इति अस्ति खलु, कोशे अस्ति वा? अस्ति अस्ति, कोशे अस्ति. तर्हि नास्ति चेत् तत्र सूत्रमेव व्यर्थं भवति खलु. अस्य अस्य एतेषां पदानाम् अर्थः एव नास्ति चेत् तर्हि अर्थस्य आधारेण निर्णयः इति कथं वक्तुं शक्यते? केवलं विभक्तिसन्दर्भे अहं वदामि, अन्यथा अहं कोऽपि न वदामि. सत्यं भगिनी वदति तत्र बत्तिदि अपि अर्थः अस्ति इति, कोशे अस्ति इति वदति. यदि नास्ति तर्हि तत्र निर्णयः न शक्यते खलु. भवती अथ यदि अवदत् तत् पद विभक्तिसमाने अपि भवति, पद भवति विभक्तिसमाने सन्दर्भे अपि अस्ति. न न, तत्र विभक्ति प्रातिपदिकस्य ये यानि प्रातिपदिकानि सन्ति लोके यानि प्रातिपदिकानि सन्ति ते सर्वे अपि अर्थवन्तः एव, अर्थवन्ति प्रातिपदिकानि अर्थवन्ति, तर्हि अर्थः अस्ति एव सर्वत्र. अतः पद् इति प्रातिपदिकम् इति वदामः चेत् तस्य अर्थः कश्चन अर्थः भवेत् एव. अस्तु, अहं न जानामि, परन्तु धन्यवादः. न न, नास्ति चिन्ता, प्रश्नः समीचीनं, न समायाचनस्य आवश्यकता नास्ति, सम्यक् अस्ति प्रश्नः. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. तर्हि इदानीं विनय महोदय, भवान् एव पठतु अग्रे. राजीभगिनी प्रश्नः आसीत् वा? आं भगिनि, इको एञ् इति सूत्रे एन् इति प्रत्याहारस्य विषये वदति इति कारणेन वयम् आनुपूर्वी न स्वीकुर्मः वा? सत्यं, तदेव उक्तं खलु, यण् इत्यत्र आनुपूर्वीं न स्वीकुर्मः यण् इत्यत्र, यतोहि यण् इति संज्ञापदम् अस्ति. यत्र अस्माकं सूत्रेण कस्यचित् पदस्य संज्ञा क्रियते चेत् तदानीं तत्र तत्र संज्ञासूत्रम् अस्ति खलु यण् इति वक्तुम्. अत्र किमस्ति सूत्रं, विजयलक्ष्मी भगिनी वदतु. किं भगिनि? प्रत्याहारः इति वक्तुं चेत् बहु शब्दः अस्ति इति कृत्वा म्यूट् मध्ये अस्मि. वदतु एकवारं. प्रत्याहारः इति वक्तुं सूत्र इति वक्तुं किमस्ति? आदिरन्त्येन सहेता इति वा? आमाम्, सत्यम्, आदिरन्त्येन सहेता इति एकं सूत्रमस्ति. तेन सूत्रेण प्रत्याहारः इति संज्ञा क्रियते. अतः अण् अण् इत्यादयः संज्ञापदानि सन्ति. अण् इति वदामः चेत् अण् इति आनुपूर्यस्य ग्रहणं नास्ति, परन्तु तस्य नामकरणं कस्य कृतम् इति चेत् अण् इति प्रत्याहारे ये वर्णाः सन्ति, ये संज्ञिनः सन्ति, येषां तादृशसंज्ञा अस्ति, तेषां ग्रहणम् इति अस्ति. अस्तु भगिनि, धन्यवादः. अस्तु अस्तु, विनय महोदय अग्रे सारांशः. सारांशः, तर्हि आहत्य स्थानेन्द्रतमः इति सूत्रेण सादृश्यम् उपस्थाप्यते चतुर्भिः माध्यमैः स्थानं गुणः प्रमाणम् अर्थतः. किन्तु एषु चतुर्षु प्रमुखम् अस्ति स्थानं, स्थानं प्रथममस्ति। कथं ज्ञायते? काशिकारः वदति यत् पूर्वसूत्रात् षष्ठीस्थाने योग इत्यस्मात् स्थाने इत्यस्य अनुवर्तनं भवितुम् अर्हति स्म, तर्हि एव लाघवम् आसीत्। तर्हि किमर्थं पाणिनिना तस्य अनुवर्तनं न स्वीकृतं, पुनः स्थाने विलिख्य ददाति स्थाने अन्तरतमः? स्थाने विलिख्य ददाति स्थाने अन्तरतमः इति सूत्रे चतुर्षु स्थानस्य प्राधान्यदर्शनार्थम्, अतः यत्र यत्र स्थानेन निर्धारणं शक्यं तत्र तत्र स्थानेन एव कर्तव्यम्, यत्र च स्थान न सम्भवति तत्र अन्येषु तेषु गुणः प्रमाणम् अर्थ इत्येषु अन्यतमेन सादृश्यं साधनीयम्। अत्र सारांशः अस्ति स्थान प्रमुख, यदि वयं स्थानसम्बन्धे तुल्यता न निर्णय कर्तुं शक्नुमः तर्हि अन्य विषयः, अन्य विषयः नास्ति, अन्य प्रकरणः आयन्ति, यथा गुण प्रमाण अर्थ इत्यादि। अहं केवलं अत्र उच्चारणशिक्षासम्बन्धे दृष्टवान्, स्वामीदयानन्द सरस्वती, ऋषिदयानन्द सरस्वती लिखितः, तत्र एव अत्र भवति स्थानं प्रमुखं, परन्तु वयं अत्र व्याख्यायने आधारेण निर्णयः कृतवान्, अतः स्थानं प्रमुखम्। अन्य भवन्ति यदि स्थानं कर्तुं न शक्नुमः, परन्तु तदनन्तरमपि यदि गुणप्रमाण अर्थ अपि न कर्तुं शक्नुमः, स्थानं प्रमुखम् अस्ति। समीचीनम्, समीचीनम् इति अत्र सारांशः अस्ति। स्थानेन्द्रतमः इत्यनेन स्थानस्य प्राबल्यं वर्तते इति सारांशः। अन्यानि अपि सन्ति, अत्र स्थानेन न शक्यते, तदानीम् अन्येषां ग्रहणं, गुणः प्रमाणम् अर्थः इत्येषां ग्रहणं भवति। नो चेत् स्थानेन्द्रतमः इत्यनेन सदृशतमः आदेशः स्थानस्य उच्चारणस्थानस्य आधारेण भवति इति तत्र सर्वम् अस्माभिः सम्यक्तया परिशीलितं। कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छेम। भगिनि, मम एकः प्रश्नः अस्ति, पादः इति पदे पादः द्वौ द्वे रूपे सन्ति, तावदेव दन्त नासिका मांसहृदय इत्यादि पदानि रूपद्वयं सन्ति वा? सत्यं, प्रभृतिषु सर्वत्र रूपद्वयम् अस्ति, सर्वत्र इत्युक्ते यदा दन्तस्थाने दत् इति आदेशः भवति तत्रापि रूपद्वयम् अस्ति, सर्वत्र रूपद्वयम् अस्ति, तत्र शस्प्रभृतिषु सर्वत्र रूपद्वयम्। सूत्रे एव, सूत्रे अपि दत्तम् एतत् अन्यतरस्याम् इति, अन्यतरस्याम् इति उक्तं वा? शस्प्रभृतिषु इति उक्तम्, तत्र अन्यतरस्याम् इत्यस्य अनुवृत्तिः स्यात्, अन्यतरस्याम् इत्यस्य अनुवृत्तिः अस्ति। अस्तु, अग्रे गच्छेम। इदानीम् उषाभगिनी अग्रे पठतु। आं भगिनि, एकक्षणं भगिनि, अत्र स्थानेन्द्रतमः इति विषये स्पष्टता अस्ति खलु, यतोहि अस्य सूत्रस्य आवश्यकता बहुत्र भवति, अतः मनसि एकं चित्रं भवेत् स्थानेन्द्रतमः इति कुत्र आगच्छति इति। अस्तु भगिनि, इदितां भगिनि, तुल्यस्य प्रयत्नं सवर्णं इति सूत्रे यदि निर्णेतुं न शक्नुमः तदा स्थानेऽन्तरतमः इति सूत्रम् आयाति वा भगिनि? आं सत्यम्। अनन्तरं स्थाने अन्तरतमः इति सूत्रे अन्तर्भूताः स्थानं गुणं प्रमाणम् अर्थं च, एवं वा? सत्यं सत्यं। यदि तत्र अन्यपरिभाषासूत्रमस्ति निर्णयार्थं तदानीं वयं तत् सूत्रम् एव स्वीकुर्मः। यदि केनापि सूत्रेण निर्णयः न शक्यते तदानीं तुल्यतमः इत्युक्ते यदि तत्र यागः क्रियते, यागे अत्र कोऽपि वदति तत्र यागस्य कृते चन्दनस्य एव स्वीकरणं भवेत्, तत्र चन्दनमेव स्वीकृत्य यागः करणीयः, अथवा तत्र किमपि फलमस्ति तदेव स्वीकृत्य यागः करणीयः इति उक्तं चेत्, तर्हि तत् फलं साक्षात् लभ्यते चेत् तर्हि तदेव स्वीकृत्य वयं यागं कुर्मः। परन्तु यदि तादृश तत्र लोके कुत्रापि तादृशफलमेव न लभ्यते, तत्र श्रुतौ उक्तम् एतादृशं फलं भवेत् यागस्य कृते इति उक्तं चेत्, परन्तु लोके कुत्रापि इदानीन्तनकाले तादृशफलं नास्ति चेत् तदानीं किम् उच्यते इति चेत्, तादृशसदृशतमम् अन्यत् किमपि फलम् अस्ति चेत् तस्य ग्रहणं भवतु इति वदति। तर्हि तत्र अन्यतमस्य ग्रहणं भवति, यदा साक्षात् लभ्यते चेत् अन्यतमस्य स्वीकारः एव नास्ति। अतः एवमेव अत्रापि सूत्रेषु यदि साक्षात् अन्यपरिभाषासूत्रम् अथवा साक्षात् सूत्रे एव उक्तं चेत् तत्र स्थानेन्तरतमः इत्यस्य आवश्यकता एव नास्ति, सदृशतमस्य आवश्यकता एव नास्ति। सदृशतमस्य आवश्यकता कदा भवति? यदा साक्षात् न लभ्यते तदानीं सदृशतमः। अवगतं खलु? आं भगिनि। इदितां धातूनां न लोपः न भवति यदा वधि इति इदित् धातुः इदितोनुं भगिनि यथा वधि इति इदित् धातुः इदितोनुं धातोः इत्यनेन नुम् आगमः वन्द् इति धातुः अस्य न लोपः न भवति नकारलोपः न भवति वदि इत्यस्य अनुस्वारः अस्ति इकारात् वद् इति भवति वन्द् इति नुमागमः भवति अनुस्वादिन नश्चापदान्तस्य जलि इत्यनेन वन्द् भवति देन् वन्द् इति धातुः वन्द् इति धातुः सिद्ध्यति वदि इत्यस्य कृते वद् इति भवति इकारस्य उपदेशे अच् अनुनासिक इत् इति सूत्रेण वद् इति नुम् आगमः भवति इति उपदेशे धातु कृते अस्ति वद् इति वन्त् इति भवति नुम् आगमः इदितो नुम् धातोः इत्यनेन इत् इति यस्य धातु कृते इत् वर्णः अस्ति तत् धातु कृते नुम् आगमः भवति इति सूत्रं वन्द् इति भवति वन्द् नकारस्य स्थाने अनुस्वार आदेशः अनुस्वार वन्द् इति भवति नश्चापदान्तस्य जलि इत्यनेन दकारः जल् अस्ति नकारस्य परः अप्पदान्तस्य नः न इति अप्पदान्तस्य स्थाने दकारः परः अस्ति नश्चापदान्तस्य जलि इत्यनेन वन्द् भवति वन्द् इति मकारस्य स्थाने अनुस्वारस्य ययी परसवर्णः इत्यनेन वन्द् इति भवति परन्तु वन्द् इत्येव फैनल् रूपं समीचीनम्। तर्हि तत्र इदितो नुम् धातोः इति सूत्रे सूत्रमस्ति, तर्हि इदित् नाम किम्? यस्य उपदेशे यस्य धातु कृते इत् इति इत् वर्णः अस्ति इत् इत्यनेन ह्रस्वैकारः आम् ह्रस्वैकारः इत् यस्य सः तादृशधातुः इदित् अस्ति, अत्र किं स्मर्तव्यम् इति चेत् यद्यपि सूत्रे न उक्तं परन्तु इदित् इति सर्वदा अत्र अन्ते एव भवति, धातोः अन्ते एव भवति. धातोः मध्ये ह्रस्वैकारस्य इत्संज्ञा अस्ति चेत् तादृशधातुः इदित् नास्ति. धातोः अन्ते ह्रस्वैकारः अस्ति चेत् तदानीं सः धातुः ईदित् भवति. तर्हि ईदित् भवति चेत् इदितो नुम् धातोः इति सूत्रेण तत्र नुमागमः भवति. अतः वदी इति धातुः तादृशधातुः ईदित् अस्ति, ह्रस्व इकारस्य इत्संज्ञा इति कृत्वा तत्र नुमागमः भवति. नुमागमः कुत्र भवति? नुमागम मकार नुम् इति सूत्रं वदति, म इति मितचोन्त्यात् परः इत्यनेन अन्त्य अकारस्य परः भवति. अन्त्य अचः सत्यं. नुम् इत्यत्र मकारस्य इत्संज्ञा अस्ति, उकारः उच्चारणार्थः, नकारः एव अवशिष्यते. तर्हि नुम् इत्यनेन तत्र तत्र नुम् इत्यनेन मकारः मकारग्रहणेन आगमः इति अवगम्यते. मित् अस्ति नुम् मित् अस्ति चेत् तत्र आगमस्य कृते परिभाषासूत्रद्वयं वर्तते. आद्यन्तौ टकितौ एकं, कित् अस्ति चेत् आद्यन्तौ टकितौ, मित् अस्ति चेत् मिदचोन्त्याच् परः इति परिभाषासूत्रं. तेन सूत्रेण यः आगमः मित् अस्ति सः आगमः अच्वर्णेषु अन्त्यात् परः. यत्र यस्य स्थाने यस्य आदे यस्य आगमः अस्ति इदानीं धातोः आगमः अस्ति, धातोः नुम् तर्हि धातोः आगमः अस्ति. तर्हि धातौ यः अन्तिम अच्वर्णः अस्ति तस्य अनन्तरं तत्र नुम् तिष्ठति. तर्हि वद् इति धातौ एकः एव अच्वर्णः अस्ति, वकार उत्तरवर्ति अकारः, तस्य अनन्तरं नुमागमः भवति इति कृत्वा वन्द् इति जायते. तर्हि नकारः आयाति. तर्हि इदानीं सन्धिकार्यं भवति, नश्च पदान्तस्य झलि इत्यनेन अनुस्वारादेशः नकारस्य स्थाने, तत्पश्चात् अनुस्वारस्य ययि परसवर्णः इत्यनेन परसवर्णादेशः. इदानीं परसवर्णः कथं निर्णीतम्? अत्र सूर्यकुमारी भगिनी वदतु. भगिनि, परसवर्णः स्थाने कः अस्ति? स्थाने अस्ति अनुस्वारस्य स्थानं नासिका अस्ति. तकार तावर्गीय वर्गे नकारः एव नासिका अस्ति स्थानम्. तर्हि सदृशतमः इत्युक्ते तत्र परसवर्णः सवर्णः इति उक्तत्वात् तुल्यास्य प्रयत्नं सवर्णः इत्यनेन तत्र तवर्गे ये वर्णाः सन्ति तेषां सर्वेषां सावर्ण्यम् अस्ति खलु. अतः परसवर्णः इति उक्तत्वात् अत्र कः वर्णः इति न ज्ञायते. बहवः वर्णाः भवितुमर्हति सवर्णवर्णाः. दकारस्य सवर्णाः इति चेत् तवर्गस्य सर्वे वर्णाः सवर्णाः, अतः बहवः वर्णाः भवितुमर्हति. अतः कः वर्णः इति निर्णेतुं न शक्यते. तुल्यास्य प्रयत्नं सवर्णमिति निर्णयः न शक्यते इति कृत्वा तत्र स्थानेन्द्रतमः इति सूत्रेण स्थानेन निर्णयः भवति. तत्र नकारस्य एव तत्र अनुनासिकवर्णस्य एव नासिकास्थानम् अस्ति. दन्तस्थानस्य दन्तस्थानमपि अस्ति, नासिकास्थानमपि अस्ति. तर्हि नासिकास्थानम् इतोपि सदृशतमः अस्ति अनुस्वारेण सह नासिकास्थानं सदृशतमः अस्ति. यतोहि अनुस्वारस्य अपि उच्चारणस्थानं नासिका, नकारस्य उच्चारणस्थानम् एकमस्ति नासिका इति कृत्वा सदृशतमः अस्ति इति कृत्वा अनुस्वारस्य स्थाने दन्त्यनकारः आयाति. तत्र स्थानेन्द्रतमः सूत्रम् आयाति. हा सत्यम्. अग्रे लाञ्छि इति वदतु. लाचि पठतु. लाञ्छि लाचि अनुनासिक इकारः अस्ति अन्ते इत्संज्ञ चेत् इकारलोपः भवति इति तु नुम् धातोः सूत्रेण नुम् आगमः भवति मित् अस्ति चेत् अन्तिमस्वरस्य परः नु नकार आयाति लाञ्च् भवति नचपदान्तस्य ज्वलि सूत्रेण लाञ्च् भवति अनुस्वारस्य परसवर्णः सूत्रेण चकार तुल्यवर्णः अनुस्वारस्य तुल्यवर्णः छावर्गीयवर्णात् नकार एव तुल्यः बहवः सन्ति अपि स्थानेन्त्रतमः सूत्रेण तुल्यः ण्यकार एव लाञ्च् भवति बहु समीचीनं सम्यक् अस्तु धन्यवादः भगिनि इदानीं पमेला भगिनी अग्रिमं करोति वा कपि आं भगिनि नमस्ते भगिनि अधुना श्रूयते वा श्रूयते सम्यक् कपि तत्र कपि इति इदित् धातुः अस्ति यतोहि ह्रस्व इकार अनुनासिकः तस्य उपदेशे जनुनासिक इत् इत्यनेन लोपो भवति तर्हि कप् इति भवति यतोहि तत् अनुनासिक इकारस्य इत् अस्ति इदितो नुम् धातुः अस्ति तर्हि नुमागमः भवति नुम् आगम मित् अस्ति अत एव मिदोचोन्त्यात् पर इत्यनेन अन्तिमस्वरात् परे आगमः भवति तर्हि कन्प् इति भवति अधुना पकारः जल् प्रत्याहारः अस्ति तर्हि नकारस्य अनुस्वारः भवति नश्चान्तपदान्तस्य जलि यतोहि कपिति अपादान्ते अस्ति अनन्तरम् अनुस्वारस्य यै परसवर्णे इत्यनेन पकारस्य अन्तिम पवर्गीय अन्तिमवर्ण मकारः आगच्छति कम्प् इति भवति अग्रिममपि स्थानेन्तरतमः इत्यनेनैव निर्णयः अत्रापि आमां तुल्यास्य प्रयत्नम् इत्यनेन न भवितुम् अर्हति यतोहि तत्र बहवः आदेशाः भवितुम् अर्हति अतः एव स्थाने अन्तरोत्तम इत्यनेन सदृशतम वर्ण आदेशः भवति तत्र लभी अपि तत् तदेव वदतु लभी अपि वदतु लभी तदपि अन्तिम ह्रस्व ईकारस्य अनुनासिकस्य इत् संज्ञा भवति अपि च इदितो नुम् धातुः अस्ति तर्हि नुमागमः भवति तर्हि तत्र नुम् मित् अस्ति इति कृत्वा स्वरात् अन्तिमस्वरस्य अनन्तरम् आयाति लन् लन् इति भवति अधुना ब अपि झल् प्रत्याहारे अस्ति नकारस्य अनुस्वार नश्चान्तपदान्तस्य झलि इत्यनेन अधुना तत्र अनुस्वारस्य यै पर्सवर्णेन सदृशतम वर्णम् आगन्तुं तत्र प्रथमं तु तुल्यासप्रयत्नम् इत्यनेन वयं निर्णयं कर्तुं प्रयत्नं कुर्मः किन्तु तत्र यतोहि बकार तत्र सदृशतमं भव आदेशः भव भवितुम् अर्हति तर्हि स्थाने अन्तरतम इत्यनेन अनुस्वारस्य सदृशतमसूत्रं सदृशतमं वर्णं ये नासिकावर्णः अस्ति तत् मकारः अस्ति अत एव तत् लम्ब् इति भवति समीचीनं, धन्यवादः भगिनि. तर्हि तत्र इदितो नुम् धातोः इति सूत्रस्य उदाहरणानि दृष्टानि. अत्र किं स्मर्तव्यम् इति चेत् इदितो नुम् धातोः इति सूत्रं पश्यामः चेत् अत्र को परनिमित्तं किमपि नास्ति अस्मिन् सूत्रे, साक्षात् धातोः आगमः, अतः वस्तुतः प्राकृतिककार्यम् अस्ति. इत्युक्ते यदा धातुः अस्ति, इदि धातुः अस्ति, तदानीमेव नुमागमः भवितुम् अर्हति, प्रक्रियायाः आदौ एव भवितुम् अर्हति नुमागमः. यतोहि परनिमित्तं किमपि नास्ति, प्रत्ययः किमपि न अपेक्षितः. अस्तु, इदानीम् अग्रे तत्र विजयलक्ष्मी भगिनी इदितो नुम् धातोः इति पठति वा? आं पठामि. इदितो नुम् धातोः सप्तमाध्यायस्य प्रथमपादे अष्टपञ्चाशत्तमं सूत्रम्. इदितः धातोः नुम् आगमो भवति. इदित् इत्युक्ते इत् इत् यस्य सः. तत्र प्रथमः इत् नाम ह्रस्वः इकारः, द्वितीयः इत् नाम इत् सम्या. ह्रस्व इकारस्य इत् सम्या यस्य, सः धातुः इदित्. इत् इत् यस्य स इदित्, तस्य इदितः बहुव्रीहिः. इदितः षष्ट्यन्तं, नुम् प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदम् इदं सूत्रं, सूत्रं स्वयं सम्पूर्णं. इदितो धातोः नुम् इदितः इति किम् इति वदति अत्र. इत् इत् यस्य सः, अत्र प्रथमः इत् भवति ह्रस्व इकारः, तपरकरणात् ह्रस्व इकारस्य ग्रहणं भवति. इत् इत् यस्य सः, अत्र द्वितीयः इत् भवति इत् सम्या. अतः यस्य धातोः अन्ते इकारः, ह्रस्व इकारः भवति, तस्य इत् सम्या अपि भवति. तादृशः धातुः इदित् इदित् धातु भवति. इत् इत् यस्य सः इदित्, तस्य इति इदितः, बहुव्रीहिसमासः. इदितः षष्ट्यन्तं, धातोः अपि षष्ट्यन्तम्. अतः इदितः धातोः नुम् आदेशः भवति इति सूत्रं वदति, त्रिपदम् इदं सूत्रम्. अत्र नुम् इति किं, नुम् इति मकारः अन्ते अस्ति इति कृत्वा तत् आगमसूत्रम् आगमः, उकारः उच्चारणार्थम् उच्चारणार्थः, न इत्येव अवशिष्यते. कुत्र आयाति इत्यस्य परिभाषा अस्ति मिदचोन्त्यात् परः इति. अतः अन्त्य अचः परः आयाति. बहु समीचीनम्. इदितः अपि च धातुः अनयोः कः सम्बन्धः? इदितः धातुः विशेषणविशेष्यभावः अस्ति. विशेष धातु इति विशेष्यम्, इदित् इति विशेषणम्. समीचीनम्. इत्युक्ते कीदृशधातुः इति चेत् इदित् धातुः. इदित् इत्युक्ते इत् इत्यस्य सः. इत् इत्यनेन केवलं ह्रस्वकारः, ह्रस्वकारस्य इत्संज्ञा. तर्हि यदि दीर्घ ईकारान्तधातुः अस्ति, तत्र दीर्घ ईकारः अनुनासिकः अस्ति, इत् वर्णः अस्ति चेत् तादृशधातुः इदित् नास्ति इति स्मर्तव्यम्. ह्रस्वैकारः इत्संज्ञा अस्ति चेत् एव इदित्. अस्तु, समीचीनं, धन्यवादः भगिनि. इदानीं लक्ष्मी भगिनी अग्रे. धन्यवादः. आं भगिनी पठामि. प्रश्नः उदेति, यदि वदि धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द् मूलधातुः न स्यात्? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात्? उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति, यथा अनिदितां हल उपधायाः इति इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात् कितिङ् इति परे, परन्तु इदित् चेत् अस्माभिः यः नकारः आनीतः तस्य नकारस्य लोपः कस्यापि दशायां न भवति। साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः ङिति कितिङिति च भवति। यथा बन्ध धातौ नकारः उपस्थितः मूलधातौ, अतः कितिङिति परे नकारलोपः। ल्युटि बन्धनं नकारः उपस्थितः, यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति ङित् अपि नास्ति, परन्तु तान्तरूपं बद्ध नकारलोपः यतोहि तप्रत्ययः कित् अस्ति। लबि धातोः इदित् नुम् धा इदितो नुम् धातोः इत्यनेन नुमागमः लम्ब, अस्य नकारस्य लोपः कितिङिति न भवति, यथा तान्तरूप लम्बितः इति अस्ति। अत्र इदितो नुम् धातोः इत्यनेन इदित् धातोः नुमागमः भवति इति उक्तम्। अत्र प्रश्नः कः इति चेत्, एतादृशनुमागमः भवति चेत् नकारादेशः भवति, तत् किमर्थं मूलधातौ एव तादृशनकारः न योजयामः इति प्रश्नः। वदि इति किमर्थमस्ति, वन्द् इति एव भवतु मूलधातुः, किमर्थं तथा नास्ति इति प्रश्नः अस्ति। अस्य उत्तरमस्ति, इदित् धातोः कृते कानिचन कार्याणि भवन्ति, तथा एव अनिदित् धातोः कृते कानिचन कार्याणि भवन्ति। इदित् धातुः अस्ति चेत् इत्युक्ते इदित् धातुः तेन यः नकारः नुमागमः रूपेण आयाति तादृशनकारः नकारस्य लोपः कितिङिति परे न भवति। इत्युक्ते इदित् धातोः नकारस्य लोपः कुत्रापि न भवति, किन्तु यदि धातुः अनिदित् अस्ति तादृशधातोः नकारस्य उपधायां स्थितमानः नकारस्य लोपः भवति कितिङिति परे। तस्य उदाहरणम् अत्र दत्तमस्ति, यत्र बन्ध् इति धातुः अस्ति, तत्र मूलधातुः एव बन्ध् इति एव अस्ति, बन्ध इति अस्ति, तत्र नकारः दृश्यते, तादृश नकारस्य लोपः भवति कितिङिति परे। बन्ध इति इदित् धातुः नास्ति, मूले एव नकारः अस्ति, तादृश नकारस्य उपतायं स्थितवन्तं नकारस्य लोपः भवति कितिङिति परे। किन्तु ल्युटि परे बन्धनम् इति अस्ति, किमर्थम् इति चेत् ल्युट् इति कित् अपि नास्ति ङित् अपि नास्ति, तादृशसन्दर्भे नकारलोपः न जायते। तप्रत्ययपरे अस्ति चेत् तप्रत्ययः कित् अस्ति इति कारणेन तत्र नकारः लोपः कृत्वा बद्ध इति रूपं दृश्यते। लबि इति धातुः तु इदित् धातुः अस्ति, इदित् धातुः अस्ति इति कृत्वा अत्र नुमागमः कृत्वा लम्ब् इति रूपं भवति, तस्य नकारस्य लोपः कितिङ् इति परे न भवति। तस्य उदाहरणमस्ति तप्रत्ययः, यदि लम्ब् इति धातोः अनन्तरं तप्रत्ययः अस्ति, कित् अस्ति तप्रत्ययः, तस्मिन् सन्दर्भे मकारस्य लोपः अत्र नुमागमः मकारः इति कृत्वा तस्य लोपः न जायते, लम्बितः इति एव दृश्यते इति दत्तमस्ति भगिनि। समीचीनम्। इत्युक्ते अत्र धातवः कथं तत्र धातवः विभक्ताः इति चेत्, केचन धातवः सन्ति येषां मूले एव उपधायां नकारः अस्ति, मूले एव नकारः उपधायाम् अस्ति, ते धातवः इदितः न सन्ति, तेषां ह्रस्वैकारस्य इत्संज्ञा न सन्ति, मूले एव नकारः तेषाम् अस्ति, अपि च अन्ये धातवः सन्ति ये इदितः सन्ति, तेषां कृते नकारः नुमागरूपे नुमागमरूपेण आनीयते, तर्हि तत्र विभागद्वयमस्ति, इदिद्धातवः यस्य कृते नुमागमः भवति, अनिदिद्धातवः येषां कृते नकारः मूले एव अस्ति, उपधायां नकारः मूले मूलधातौ एव अस्ति। तर्हि किमर्थम् एतादृशविभजनं, सर्वेषां धातूनां मूले एव नकारः स्यात् खलु, किमर्थम् आनीयते इति चेत् तत्र ये धातवः इदितः सन्ति तेषां कृते यः नुमागमः आनीयते सः नुमागमः तथैव तिष्ठति प्रक्रियायामपि, तस्य लोपः कदाचिदपि न भवति, केवलम् एकस्मिन् सन्दर्भे भवति, तत्तु इदानीं विषयः नास्ति, परन्तु सामान्यतया तस्य लोपः एव न भवति। परन्तु ये धातवः अनिदितः सन्ति, अनिदितः इत्युक्ते तेषां ह्रस्वैकारस्य इत्संज्ञा नास्ति, तेषां मूले एव नकारः अस्ति, तादृश अनिदिद्धातवः सन्ति, तेषां मूले यः नकारः अस्ति सः नकारः लुप्यते, कदाचित् लुप्यते, कुत्र लुप्यते, कित् नित् प्रत्ययः परः अस्ति चेत् मूले यः नकारः अस्ति तस्य लोपः भवति, अन्येषु स्थलेषु तस्य लोपः न भवति, परन्तु इदिद्धातोः यः नुमागमः अस्ति तस्य लोपः कदाचिदपि न भवति। यदि मूले एव नकारः अस्ति तदानीं ते धातवः अनिदितः भवन्ति, अनिदितः भवन्ति चेत् नकारस्य लोपः भवितुमर्हति कुत्रचित् केषुचित् स्थलेषु इति भेदं प्रदर्शयितुम् अत्र इदिद्धातवः इति पृथक् कृतः अस्ति। अवगतं वा भगिनी? लम्बितः इति इडागमः इदिद्धातोः भवति वा? इडागमः सर्वदा इदिद्धातोः भवति इति नास्ति, नास्ति अस्तु इति तत्र अन्य इदिद्धातुः अस्ति चेत् वदतु, तत्र द्रष्टुं शक्नोमि। कम्पितः, लाञ्छितः, लम्बितः सर्वत्र भवति, तत्तु वलादिप्रत्ययः अस्ति अर्धधातुकप्रत्ययः इति कारणेन इडागमः खलु, न धातुः अपि सेट् अस्ति वा नास्ति वा इति द्रष्टव्यं खलु इति अपि चिन्तनं सत्यम्। इत्युक्ते तादृश इदित् धातुः अस्ति वा यस्य अन्त्यवर्णः ह्रस्व इकारः इति, तादृशं तत्र द्रष्टुं शक्यते वा? ह्रस्व अनुबन्ध इत् संज्ञा इदित्, अस्तु इदानीं सर्वे इदिद्धातवः सेटः वा इति भवत्याः प्रश्नः खलु? इति सत्यमस्ति, सर्वे इदिद्धातवः सेटः सन्ति, एकः अपि अनिद्धातु न दृश्यते। हा, सर्वे सेटः सन्ति, बहु समीचीनं भगिनि, सर्वे सेटः एव सन्ति, अतः सर्वत्र इडागमः भवितुमर्हति, प्रत्ययः इडानुकूलः अस्ति चेत् सर्वत्र इडागमः भवितुमर्हति, अतः सर्वत्र इकारः दृश्यते। आं, सर्वे सेटः, एकः अपि अनेट् नास्ति। अत्र कोऽपि प्रश्नः अस्ति वा? अवगतं वा अत्र अयं परिच्छेदः? भगिनि उक्तवती खलु एकस्मिन् सन्दर्भे एव नकारः न लुप्यते इति, केवलं जिज्ञासार्थं पृच्छामि। तत्र रुदादिगणे भवति, रुदादिगणे वयं पश्यामः। अस्तु अस्तु, रुदादिगणे तत्र इदितोनं नातोः इत्यनेन अपि नुमागमः न भवति, अपि च श्नम् इति विकरणप्रत्ययेन अपि नकारः भवति खलु, न इति भवति प्रत्ययः, तर्हि धातोः मध्ये एव नकारद्वयम् आयाति, नकारद्वयम् आयाति चेत् उच्चारणे क्लेशः भवति इति कृत्वा एकस्य नुमागमस्य नकारस्य लोपः भवति तत्र रुदादिगणे, रुदादिगणे एकः एव धातुः नान्नलोपः इत्यनेन, नान्नलोपः इत्यनेन लोपः भवति, अन्यत्र कुत्रापि तादृश अवसरः नास्ति, तत्र यः नुमागमः अस्ति सः नुमागमः तथैव तिष्ठति। अस्तु, इदानीम् अग्रे शोभा भगिनी अग्रे। आं भगिनि, सम्प्रसारिणः, सम्प्रसारिणः धातवः एकः धातुः एव. सम्प्रसारणसंज्ञा भवति यत्र यणः स्थाने इक् आदेशः भवति. धातौ एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारणी इति. दिवादिगणे एकः सम्प्रसारणी धातुः अस्ति. व्यध ताडने अधस्तनेन सूत्रेण ग्रहीज्या इत्यनेन किति निति प्रत्यये परे सम्प्रसारणं भवति, नाम यणः स्थाने इक् सम्प्रसारणं. तत्र यकारस्य स्थाने इ आदेशः, वकारस्य उ, रेफस्य ऋ, लकारस्य ल इति आदेशः भवन्ति. अस्तु, तत्र अग्रे पठित्वा वदामि वा भगिनि? तावद् वदतु भगिनि, किमस्ति अत्र सम्प्रसारणसंज्ञा? तत्र सम्प्रसारिणः धातवः. सम्प्रसारणसंज्ञा यत्र भवति इत्युक्ते तत्र यणः स्थाने इक् इति आदेशः भवति. तत्र पूर्वम् इकः स्थाने यण् इति इको यणचि इति सूत्रेण ज्ञातवन्तः. इकः स्थाने तत्र इकारस्य यकारः, उकारस्य वकारः, ऋकारस्य रेपः, लकारस्य लकारः इति आदेशाः आदेशरूपेण भवन्ति इति. तत्र अत्र तु विपरीतरीत्या आदेशाः भवन्ति. यणः स्थाने इक् इति, तत्र इक् अपि यण् तत्र आदेशाः अपि यणः स्थाने तत्र आदेशाः अनेकाः भवन्ति. स्थानी एकः एव, आदेशाः अनेकाः भवन्ति तत्र सर्वत्र. यकारस्य इ, वकारस्य उ, रेफस्य ऋ, लकारस्य लु इत्यनेन तदपि अस्ति. अपि च धातौ एतादृशं कार्यं भवति चेत् सः धातुः सम्प्रसारिणी इति उच्यते. तत्र तु व्यध् इति एकम् एव धातुः दत्तं. तत् यदा यणः स्थाने इक् इति भवति चेत् तत्र यस्य धातोः सम्प्रसारणं भवति सः धातुः सम्प्रसारणी इति उच्यते. अपि च दिवादिगणे एकः एव इति उक्तं. व्यध् इति ताडने इति अर्थे भवति. अपि च तत्र अधस्तनेन सूत्रेण इत्युक्ते तत्र ग्रही अग्रे आयास्यति. ग्रहीज्या वहि व्यधि वष्टि विचति वृच्छति पृच्छति भुज्यतीनां निति च इति सूत्रेण. अपि च परनिमित्तं किति निति प्रत्यये परे इति, तदा सम्प्रसारणकार्यं भवति इति दत्तमस्ति तत्र. इत्युक्ते तत्र यकारस्य स्थाने बहवः आदेशाः भवन्ति इति किमर्थम् उक्तम्? तत्र यणः स्थाने इक् इति, यत्र यण् प्रत्याहारे य व र ल, तत्र तेन स्थानी निर्दिष्टम्. इक् आदेशः इक् प्रत्याहारे इ उ ऋ ल इति, किन्तु तत्र पुनः प्रत्येकस्य बहवः आदेशरूपेण भवितुम् अर्हन्ति तत्रापि. अतः तत्र पुनः स्थानेन्तरतमः इत्यस्य प्रसक्तिः भवति स्थानेन, अथवा तत्र वदनीयं वा तत्र भगिनी? प्रयत्नं करोमि. हा वदतु. तत्र स्थाने प्रथमं तु स्थानेन्तरतमः इत्यस्मिन् स्थानम् इत्यस्य प्रामुख्यं भवति. अपि च तत्र स्थानम् इत्युक्ते उच्चारणस्थानम् इति स्वीकुर्मः चेत् तत्र आभ्यन्तरप्रयत्नः, बाह्यप्रयत्नः इति भवति. तत्र एतत् सर्वं कृतम् इति कृत्वा तत्र पुनः प्रयत्नं करोमि चेत् साधु साधु एव किल? आमां चिन्ता नास्ति भगिनी, वदतु, प्रयत्नं करोतु। अस्तु, तत्र अभ्यन्तरप्रयत्नः इत्युक्ते तत्र सर्वे स्वराः विवृताः एव भवन्ति, अपि तत्र तेन वक्तुं न शक्नुमः। बाह्यप्रयत्नाः इत्युक्ते तत्र स्वराः पुनः उदात्त अनुदात्ताः स्वरिताः इति आगच्छन्ति। अपि च तत्र स्थानेन निर्णयः न शक्यते वा? स्थानेन निर्णयः न शक्यते वा? स्थानेन तत्र उच्चारणस्थाने यकारस्य उच्चारणस्थानं किम्? हा, तत्र यकारस्य उच्चारणस्थानं भवति, एकक्षणं भगिनि, यार लावा इति तत्र तत् अस्तु, तत्र इ इति तु सालु भवति, या इति अपि सालु भवति। तर्हि सदृशतमः नास्ति वा? न, अस्ति अस्ति अस्ति, तत्र उच्चारण निर्णयः शक्यते खलु? शक्यते, तत्र सदृशतमः अस्ति इति वा, तत्र यकार तालु अस्ति, अपि च इ अपि तालु अस्ति इति कृत्वा यकारस्य स्थाने इकारस्य आदेशः एव स्थाने स्थानम् इत्यनेन एव भवितुम् अर्हति तत्र। तथा एव तत्र वकारः वकारस्य स्थानः अस्ति तत्र, अधुना दन्त ओष्ठौ इति दन्त ओष्ठौ इति वकारस्य स्थानः अस्ति चेत् तत्र स्वरः किमपि नास्ति, किन्तु उ इत्यस्य ओष्ठौ, तर्हि तत्र ओष्ठौ इति अस्ति इति कृत्वा स्वीकुर्मः वा? सत्यम्, अस्तु, सदृशतमः अस्ति खलु? हा, सदृशतमः, किन्तु दन्तः नास्ति, किन्तु ओष्ठौ इति अस्ति इति कृत्वा अस्तु। अपि च रेपः तत्र मूर्धा अस्ति, तस्य स्थाने रु आदेशः, रु तु मूर्धा एव अस्ति, लकारः तत्र दन्त अस्ति, तस्य स्थाने लु इति आदेशः, तदपि अस्तु, दन्त एव अस्ति, तर्हि तत्र एकत्र एव दन्त ओष्ठौ इति अस्ति, किन्तु ओष्ठौ अस्ति इति कृत्वा तदेव तस्य अर्हता भवति एव इति। समीचीनं, समीचीनं। अग्रे शुभदा भगिनी पठितुमिच्छति वा? व्यद् धातौ। आं भगिनी, श्रूयते वा? हा, श्रूयते। अत्र भगिनी मम एकः प्रश्नः आसीत्, य इत्यस्य इकारः इति सम्प्रसारणं, परन्तु तत्र यथासङ्ख्यम् अनुदेशसमानाम् इत्यस्य अपि प्रसङ्गः अस्ति वा? यतोहि यकारस्य इचुयशानां तालु इत्यनेन बहवः आदेशाः भवितुम् अर्हन्ति, तर्हि यण् अपि च इक् इत्यस्मात् अनुक्रमे ये वर्णाः आगच्छन्ति ते आदेशाः भवन्ति इति कृत्वा यथासङ्ख्या इत्यस्य अपि प्रसङ्गः अस्ति वा न वा इति। यकारः इति यदा वदति तत्र यकारः इत्यनेन न केवलम् अनुनासिकयकारः अननुनासिकयकारस्य अपि ग्रहणम् अस्ति खलु तत्र यकार यण् इत्यनेन? आम्। इक् इत्यनेन तस्य कस्य ग्रहणम्? अनुनासिक इ इत्यस्य, इत्युक्ते अत्र यण् इत्यत्रापि बहवः वर्णाः सन्ति खलु? आम्। इक् इत्यत्र बहवः वर्णाः सन्ति वा? अष्टादश, अष्टादश, त्रिंशत्, इत्यस्य अष्टादश, प्रत्येकस्य अष्टादश वर्णः रुलुयोः इति तत्र समसङ्ख्यकः सन्ति वा आदेशः अपि च स्थानी? न, समसङ्ख्यकः न सन्ति चेत् यथासङ्ख्यं कथम्? यत्र आदेशः अपि च स्थानिनः समसङ्ख्याकाः सन्ति तत्र यथासङ्ख्यम् अनुदेशसमानां खलु अत्र आदेशः अपि च स्थानि समसङ्ख्यकः अस्ति वा नास्ति वा इति निर्णयः कर्तव्यः प्रथमतया अस्तु अस्मिन् विषये इतोपि चिन्तयित्वा अग्रिमसप्ताहे वदतु अत्र कथं भवितुम् अर्हति यथासङ्ख्यम् इत्यनेन इति भवती उक्तवती परन्तु कथं भवति इति अग्रिमसप्ताहे वदतु तत्र इतोपि चिन्तयितुं शक्नुमः इदानीं किञ्चित् पठितुम् इच्छति चेत् पठतु आं भगिनि कुतः व्यद् धातौ तादृशौ द्वौ वर्णौ स्तः वकारः यकारश्च अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति न तु पूर्वस्य अतः व्यद् धातौ यकारस्य सम्प्रसारणम् व्यध् ताडने व्यध् योगः श्यन् न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति ग्रहिज्या इति सूत्रेण सम्प्रसारण आदेशः व इ अ ध योगः य सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारण संज्ञकवर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः विध् योगः य विध्य इति अङ्गं विध्य योगः ति विध्यति इति अत्र व्यध् इति धातुः अस्ति चेत् तत्र व अपि च य वर्णद्वयं यण् इत्यस्मात् यण् इति प्रत्ययः इत्यस्मात् स्तः वर्णद्वयं तेषां तयोः सम्प्रसारणं यकारस्य इ इति वकारस्य उ इति भवितुम् अर्हति परन्तु अत्र एकं सूत्रमस्ति न सम्प्रसारणे सम्प्रसारणम् इति अनेन सूत्रेण यः वर्णः परवर्णः अस्ति व य इत्यस्मात् य इति परवर्णः अतः तस्यैव सम्प्रसारणं भवति न तु पूर्वस्य नाम न तु व इत्यस्य अतः व्यध् इति धातौ व य इति अस्ति चेत् यकारस्य सम्प्रसारणं भवति इ इति परन्तु वकारस्य सम्प्रसारणं न भवति एतस्य सूत्रमस्ति न सम्प्रसारणे सम्प्रसारणम् इति अतः व्यध् ताडने अतः व्यध् योगः श्यन् न सम्प्रसारणे सम्प्रसारणम् इत्यनेन वकारस्य सम्प्रसारणं न भवति अतः व तिष्ठति व यकारस्य सम्प्रसारणम् इ य इति अस्ति तस्य आनुपूर्वी यकार अ इति अस्ति यकारस्य सम्प्रसारणम् इ इति भवति तदनन्तरम् अ इति आगच्छति व इ अ ध य इति अस्ति अत्र अन्यत् एकं सूत्रम् आगच्छति सम्प्रसारणाच्च इति अनेन सूत्रेण यदा एकवारं सम्प्रसारणं भवति तत् सम्प्रसारणं वर्णात् परं यत् अच् वर्णः अस्ति चेत् यदा अच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः एव भवति नाम विध् अत्र व इ अ ध य इति प्रसङ्ग एतस्मिन् प्रसङ्गे इ अ इत्यस्य सम्प्रसारणाच्च इति सूत्रेण पूर्वपरयोः स्थाने नाम इ अ इति स्थाने पूर्वरूप एकादेशः नाम इ इति पूर्वरूप एकादेशः भवति अतः व इ ध य इति भवति विध्य इति रूपं तत्र भवति अङ्गं भवति तदनन्तरं ति इति प्रत्ययः विध्यति इति रूपं सिद्ध्यति बहु समीचीनं भगिनि सम्यक् अस्य विषये अग्रिमसप्ताहे पुनः एकवारं चिन्तयामः इदानीं समयः अतीतः अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः धन्यवादः नमस्कारः धन्यवादः।